नमस्कारः. अस्माकम् अद्यतनविषयः अस्ति विभक्तिप्रयोगः. एतावता अस्माकं वर्गे वयं प्रथमाविभक्तिः, द्वितीयविभक्तिः, तृतीयविभक्तिः, चतुर्थीविभक्तिः, पञ्चमीविभक्तिः च एताः विभक्तिः वयं परिशीलितवन्तः. एतासां विभक्तीनाम् अद्य पुनस्मरणं किञ्चित् करिष्यामः मिलित्वा. तर्हि अत्र प्रथमाविभक्तिः लक्ष्मीभगिनी कृपया वदतु. लक्ष्मीभगिनी, प्रथमाविभक्तिः कुत्र प्रयोक्तुं शक्नुमः? कर्तृपदं एकं वाक्ये, एकस्मिन् वाक्ये कर्तृपदरूपं प्रथमाविभक्तिः भवति. सत्यं. तो यत्र प्रथमाविभक्तिः भवति तत्र कर्मपदं नास्ति. क्षम्यतां, कर्मपदं तत्र कर्तृपदम् इति अर्थः, इति सामान्यप्रयोगः. कर्तृपदम् तर्हि वाक्यं वदामः, किञ्चित् अनुभवं कुर्मः. इदानीं प्रकाशमहोदय, कृपया वाक्यं वदतु. यः कोऽपि यत्किमपि वाक्यं, सरलवाक्यं. रामः पाठशालां गच्छति. रामः पाठशालां गच्छति. तत्र रामः इत्यस्य का विभक्तिः? प्रथमाविभक्तिः. अपि च रामः वाक्यस्य कर्तृपदमिति वदामः. सर्वे जनाः कर्तृपदमिति अवगच्छन्ति वा? कर्तृपदं नाम सब्जेक्ट् आफ् द सेण्टेन्स् खलु? तत्र यत्र कर्तृपदं भवति वाक्ये, तस्य पदस्य प्रथमाविभक्त्यन्तं रूपं भवति इति नियमः. अस्तु, गायत्री भगिनी कृपया वाक्यं वदतु. अहं प्रतिदिनं ग्रन्थालयं गच्छामि. अस्तु, समीचीनं. तर्हि तत्र तस्मिन् वाक्ये कर्तृपदं किम्? अहम्. अहम्, अहम् इति सिका विभक्तिः? प्रथमाविभक्ति एव अस्ति. प्रथमाविभक्ति अहं तत्र एकं करपत्रमस्ति अत्रत्यानां जनानां पार्श्वे कर्तृपदम् अस्ति, किन्तु अहं प्रेषयिष्यामि लिङ्क् अस्य वर्गस्य अनन्तरं लिङ्क् दास्यामि. तत्र विभक्तिरूपाणि सन्ति. इदानीम् अहम् इति प्रथमाविभक्तौ अस्ति. तत्र द्वितीयविभक्तौ भवति माम्, तृतीय मया, चतुर्थी मह्यं, पञ्चमी मत्, षष्टि मम, सप्तमी मयि इति अस्ति. अस्तु, समीचीनम्. इदानीम् अस्तु, अति उत्तमम्. तर्हि एतादृशी व्यवस्था अस्ति. नाम यत्र कर्तृपदमस्ति तस्य प्रथमाविभक्तिः भवति इति व्यवस्था. अस्तु, तर्हि यदि इदानीम् अहमिति पदं सर्वनामपदमस्ति खलु? सर्वनामपदमस्ति, तथापि तादृशी व्यवस्था अस्ति. अतः तत्र अपि अहम् इति पदस्य प्रथमा विभक्तिः भवति खलु. अस्तु, अन्यत् वाक्यं विश्वनाथमहोदय वदतु. वाक्यं सर्वे सर्वे सर्वे रचयन्तु मनसि, सर्वे चिन्तयन्तु. बालः पाठं पठति. बालः पाठं पठति. अत्र बालः, अत्र कर्तृपदं किम्? बालः. का विभक्तिः? प्रथमा विभक्तिः. तत्रैव अस्ति. सन्ध्या भगिनी, महिला किं किं विभक्ति? अन्य विभक्ति? न, प्रथमा विभक्ति. किमपि वाक्यम्? ओके, महिला पाकं करोति. महिला पाकं करोति. तर्हि तत्र कर्तृपदं किम्? महिला. का विभक्तिः? प्रथमा. समीचीनम्. अस्तु, निहारिकं भगिनी वदति वा? पुरुष पदं खादति. हा, पुनः वाक्यं वदतु. समीचीनं. पुरुषः फलं खादति. पुरुषः फलं खादति. तत्र पुरुषः इत्यस्य का विभक्तिः? प्रथमा विभक्तिः. कर्तृपदं खलु. अस्तु, शुभवन्यमहोदय कृपया वदतु. वाणी गीतं गायति. वाणी गीतं गायति. तत्र कर्तृपदं किम्? वाणी. का विभक्तिः? प्रथमा. लक्ष्मी भगिनी, मम पार्श्वे एका लेखनी अस्ति. मम पार्श्वे एका लेखनी अस्ति. तत्र कर्तृपदं किम्? मम. सर्वे चिन्तयन्तु. अत्र मम पार्श्वे एका लेखनी अस्ति, अस्मिन् वाक्ये कर्तृपदं किं? कोऽपि वदति वा? लेखनी. क्रियपदं किम्? अस्ति. अस्मिन् वाक्ये अस्ति इति क्रियपदं. तर्हि अस्मिन् वाक्ये किम् अस्ति? लेखनी अस्ति. बालकः गृहं गच्छति. क्रियपदं किम्? कः गच्छति? कः कः गच्छति? बालकः. यत्र नाम यस्मिन् कस्मिन् अपि वाक्ये क्रियपदं दृष्ट्वा तत् क्रियपदे तत्र एका क्रिया अस्ति खलु. क्रियपदे क्रिया अस्ति. तर्हि तस्मिन् वाक्ये यः अथवा या अथवा यत् एतां क्रियां करोति सः कर्तृपदमस्ति. बालकः गृहं गच्छति, बालकः गच्छति खलु, अतः बालकः क्रियपदमस्ति. मम पार्श्वे एका लेखनी अस्ति, लेखनी अस्ति खलु, अतः लेखनी क्रियपदमस्ति. लेखनी अस्ति, मम तु अस्ति नास्ति. मम अस्ति न, लेखनी अस्ति. मम अस्ति इति वाक्यं वदामः चेत् मम, तर्हि मम किम् अस्ति? मम किमपि अस्ति. That which is there, that is, we can't say just mama. Mama kimapi asti khalu. Avagacchati na va? Mama lekhani asti, lekhani asti. Mama asti iti na, lekhani asti khalu. Mama tu na. Lekhani mama asti, lekhani mama. Kintu lekhani asti. Asti iti si kartra padam lekhani na tu mama. अस्तु, सर्वे उक्तवन्तः वा? इदानीं प्रथमाविभक्तिः. अस्तु, इदानीं द्वितीयाविभक्तिः. द्वितीयाविभक्तिः, तत्र कोऽपि वाक्यं वदति वा? यत्र कर्मपदं, द्वितीयाविभक्तिः तत्र किं भवति? कर्मपदं खलु. यत्र कर्मपदमस्ति तत्र तस्य द्वितीयाविभक्तिः भवति. लक्ष्मीभगिनी, कर्मपदं किम्? कर्मपदं, कर्म कर्मपदम्. कर्म कर्मपदम्. कर्मपदमस्ति तत्र वाक्ये यत्र कर्मपदमस्ति तस्य द्वितीया विभक्तिः भवति अहम् अधुना संस्कृतं पठामि अस्मिन् वाक्ये कर्मपदं किम् संस्कृतम् संस्कृतम् इति कर्मपदम् ऑब्जेक्ट् ऑफ द सेंटेंस इति तर्हि अहं संस्कृतं पठामि इत्यस्मिन् वाक्ये संस्कृतम् इति कर्मपदं तस्य का विभक्तिः द्वितीयविभक्तिः खलु अस्तु अन्यत् वाक्यं सर्वे वदन्तु एकं वाक्यं तादृशं वाक्यं कृष्णः चित्रं पश्यति तत्र कर्मपदं किं चित्रं का विभक्तिः तस्य द्वितीयविभक्ति समीचीनमस्ति अन्यत् वाक्यं सर्वे वदन्तु बालकः जननीं नमस्करोति बालकः जननीं नमस्करोति इति वाक्यं समीचीनमस्ति बालकः प्रथमविभक्ति जननीं द्वितीयविभक्ति नमस्करोति क्रियापदं तत्र कर्मपदं किं जननीं समीचीनमस्ति अन्यत् वाक्यं सर्वे वदन्तु बिडालः मूषकः अथवा मूषिका किं किम् इच्छति पुल्लिङ्ग् अथवा स्त्रीलिङ्ग् भवति वाक्य भवत्याः वाक्यं तर्हि मूषिका मूषिकां खादति ओ अस्तु पुनः वदतु बिडालः मूषिकां खादति तत्र कर्मपदं किं मूषिका मूषिका इत्यस्य मूषिकाम् इति रूपं तत्र का विभक्तिः द्वितीया विभक्तिः अस्तु निहारिका भगिनी वदतु अहं पुस्तकं पठामि तत्र कर्मपदं किं पुस्तकं का विभक्तिः द्वितीया अस्तु गायत्री भगिनी कृष्णः वेदान् जानाति इदानीं कर्मपदं वेदान् का विभक्तिः अद्वितीया वचनम् वेदान् इत्यस्य वचनं किम् वेदान् बहुवचनं समीचीनं बहुवचनं बहुवचनम् अम्मिनी भगिनि बालिका गीतं शृणोति बालिका गीतं शृणोति तत्र कर्मपदं किम् गीतं का विभक्तिः द्वितीया द्वितीया विभक्तिः समीचीनं शुभमनि महोदय अस्तु तत्र चित्रं रचयति तत्र वेणुचित्रं रचयति तत्र कर्मपदं चित्रं का विभक्तिः अस्तु समीचीनम् अनन्तरं सर्वे उक्तवन्तः इति स्पष्टं स्यात् इदानीं द्वितीयाविभक्तिः तत्र केवलं कर्मपदम् इति कार्यम् इति नास्ति अन्यत्र अपि भवति अस्मिन् पुस्तके किं किं दत्तमिति पश्येम द्वितीयाविभक्तिः कुत्र भवति इति अत्र कर्मपदं अत्र किं किं दत्तम् इति वदामः संक्षिप्तरूपेण परितः प्रथमतया वदामि यत् अत्र पेज् टु द्वितीयपुटे पश्यामः अत्र एतावता सर्वेषां वाक्येषु एकं क्रियपदमासीत् तत्र यथा अहं पुस्तकं पठामि किन्तु यदि अहं वदामि अहं पुस्तकं पठित्वा मित्रगृहं गच्छामि तरि पुस्तकम् अहं पुस्तकं पठित्वा मित्रगृहं गच्छामि इति अस्मिन् वाक्ये पुस्तकं कस्य कर्मपदमस्ति पठित्वा अथवा गच्छामि कुत्र सम्बन्धः अस्ति पुस्तकम् इति शब्दः कुत्र सम्बन्धः पठित्वा अथवा गच्छामि पठित्वा खलु अतः इदानीं पठित्वा इति क्रियापदं नास्ति गच्छामि इति क्रियापदमस्ति पठित्वा इति क्रियापदं नास्ति किन्तु अत्र कश्चन प्रत्ययः अस्ति त्वा प्रत्ययः अस्ति त्वा यत्र त्वा प्रत्ययः वस्तुतः ककारः भवति क्त्वा इति वदामः क्त्वा इति प्रत्ययः यत्र क्त्वा प्रत्ययः भवति तत्र अपि कर्मपदं भवति तत्र यद्यपि क्रियापदं नास्ति इति विचारः तर्हि सर्वे एकं वाक्यं वदन्तु यत्र क्त्वा इति रूपमस्ति अहं पुस्तकं पठित्वा गृहं गच्छामि इति एकं वाक्यं सर्वे वदन्तु यत्र त्वा अस्ति अहम् अन्नं खादित्वा निद्रां करोमि अहम् अन्नं खादित्वा निद्रां करोमि समीचीनम् अन्यत् वाक्यम् अहं निद्रां कृत्वा कुशलम् अस्मि कुशलिनी अहं निद्रां कृत्वा कुशलिनी अस्मि तत्र कुशली इति पुल्लिङ्गे कुशलिनी इति स्त्रीलिङ्गे अस्तु तर्हि समीचीनमस्ति इदानीं अन्यत् वाक्यं प्रकाशमहोदय समीचीनं वाक्यं समीचीनम् अहं विभक्तिं ज्ञात्वा संस्कृतं वदामि अस्तु अन्यद् वाक्यम् अहं योगासनानि कृत्वा स्वल्पाहारं खादामि समीचीनमस्ति वाक्यं अम्मिनी भगिनी अहं निद्रां कर्तुं स्वप्नं पश्यामि कृत्वा अहं निद्रां कृत्वा पुनः वदतु स्वप्नं पश्यामि समीचीनमस्ति निहारिका भगिनी अहं जलं पीत्वा भोजनं खादामि समीचीनं पुनः वदतु कृपया अहं जलं न न पिबत्वा इति नास्ति नाम अतः अहं पृष्टवान् तत्र रूपं किम् अस्ति पिबत्वा इति नास्ति किमस्ति जानाति वा अत्र पीत्वा अस्ति पीत्वा तत्र विशिष्टरूपम् अस्ति जलं पीत्वा किं जलं पीत्वा भोजनं खादामि पीत्वा जलं खादामि अस्तु अनन्तरं सः पाठं पठित्वा गृहं गच्छति पाठं पठित्वा गृहं गच्छति अनन्तरम् अहम् अभ्यासं कृत्वा वाक्यानि लिखामि उक्तवती खलु उक्तवती सर्वे उक्तवन्तः अस्तु इदानीं यत्र उपसर्गः अस्ति तत्र क्त्वा प्रत्ययः न भवति उपसर्गः नाम तत्र क्रियापदमस्ति तस्मात् पूर्वं लघुभागः यः अस्ति यथा गच्छति आगच्छति तत्र आ इति उपसर्गः अस्ति आगच्छति ददाति प्रतिददाति प्रति इति वस्तुतः उपसर्गः नास्ति किन्तु उपसर्गः इव अस्ति अनन्तरं किमस्ति उदाहरणार्थं क्रीणाति विक्रीणाति विक्रीणीते इति भवति विक्रीणीते यत्र क्रीत्वा अनन्तरं विक्रीय इति भवति तर्हि गत्वा आगत्य गत्वा आगत्य यत्र यत्र क्षालयति क्षालयित्वा प्रक्षाल्य क्षालयित्वा प्रक्षाल्य यत्र उपसर्गः अस्ति तत्र क्त्वा इति रूपं न भवति अपि तु पुनः वदतु विक्रिय किम् क्रीत्वा अनन्तरं विक्रिय तत्र ल्यप् इति भवति न तु क्त्वा अस्तु तर्हि सर्वे चिन्तयन्तु यथा चिन्तयित्वा विचिन्त्य चिन्तयित्वा वदन्तु अथवा विचिन्त्य वदन्तु लिखित्वा विलिख्य लिखित्वा विलिख्य पठति इति शब्दस्य ल्यबन्तु रूपं अस्ति वा स्यात् पठति इत्यस्य सर्वे चिन्तयन्तु यथा कृत्वा उपकृत्य वा अक्षर किमर्थं किं किं वा वि कुत्र किं विक्रिय वि इति उपसर्गः उपसर्ग उपसर्गविषये किञ्चित् किञ्चित् जानन्ति वा तत्र द्वादश संस्कृतभाषायां द्वादशति न द्वाविंशतिः उपसर्गाः सन्ति 22 उपसर्गाः सन्ति द्वाविंशतिः उपसर्गाः सन्ति अतः यथा अधि उप अप निः अतः वि केवल वि इति प्लेस् होल्डर् इति न तस्य अर्थः अस्ति वि इति उपसर्गः इदानीम् उपसर्गस्य योजनेन कुत्रचित् अर्थभेदः भवति कुत्रचित् अर्थपरिवर्तनं न भवति उपसर्गः के के सन्ति इति मनसि लिखितुमिच्छति न इदानीं अस्माकं पाठः अपरस्मिन् इदानीम् अस्माकं पाठः विभक्तिविषयः तत्र उपसर्गपाठः भविष्यति अग्रे गत्वा उपसर्गस्य विषयः भविष्यति अस्तु नास्ति चिन्ता यत्र यत्र मनसि स्यात् यत्र उपसर्गः अस्ति तत्र ल्यप् भवति न तु क्त्वा अत्र प्रश्नः अस्ति वा अपि च कर्मपदमपि भवति अत्र वाक्यम् उक्तमस्ति बालकः हस्तं प्रक्षाल्य भोजनं करोति अनन्तरं तुमुन् तुमुन् अस्ति पठितुं सर्वे वदन्तु अत्र कर्मपदं यत्र अस्ति अहं पाठं पठितुं विद्यालयं गच्छामि इति वाक्यं छात्राः अत्र पाठमिति तत्र कर्मपदद्वयमस्ति अस्मिन् वाक्ये कर्मपदद्वयमस्ति पठितुं सर्वे वदन्तु यत्र तुमुन् अस्ति तुमुन् तुमुन् पठितुं पठितुं गन्तुं चिन्तयितुं लेखितुम् अहं संस्कृतं पठितुं UMD आगच्छामि अहं संस्कृतं पठितुं यूनिवर्सिटि मेलन् आगच्छामि संस्कृतमिति कर्मपदम् अस्तु अन्यत् उदाहरणं प्रकाशमहोदय अस्तु एवं कुर्मः वदतु अहं संस्कृतं लेखितुं पठिष्यामि लेखितुं पठिष्यामि अत्र न अत्र तुमुन् इत्यस्य अर्थः ज्ञातः वा अत्र यत्र प्रयोजनमस्ति यत्र प्रयोजनमस्ति तत्र वयम् एवं वदामः प्रयोजनं यत्र अस्ति प्रयोजनम् उदाहरणार्थम् अहं पठितुं विद्यालयं गच्छामि अहं पठितुं विद्यालयं गच्छामि इत्युक्ते पठनार्थं विद्यालयं गच्छामि नाम पाठः पठनं तत्र पठनमिति लक्ष्यमस्ति पठनमिति लक्ष्यमस्ति तत्र यत्र क्त्वा अस्ति क्त्वा अहं पठित्वा गच्छामि तत्र कालक्रमः अस्ति प्रथमतया अहं पठामि अनन्तरं गच्छामि पठित्वा गच्छामि केवलं कालक्रमः किन्तु यत्र तुम्मुन् अस्ति तत्र लक्ष्यमस्ति पठनार्थं गच्छामि पठितुं गच्छामि प्रयोजनम् अहं वाक्यं वदामि अहं खादितुं भोजनालयं गच्छामि समीचीनं खादितुं भोजनालयं गच्छामि तत्र किं खादितुं भोजनालयं गच्छति पाकं ओदनं ओदनम् अथवा सूपम् अथवा शाकं तर्हि अहं शाकं खादितुं भोजनालयं गच्छामि इत्यस्मिन् वाक्ये शाकं तत्र कर्मपदम् अन्यत् वाक्यं कोऽपि वदति वा अहं संस्कृतं प्रयोक्तुं जाह्नवी शिबिरं गतवती समीचीनमस्ति पठितुमिति वदतु तत्र सरलवाक्यं वदतु यतते प्रयतितुं प्रायः यतते यतते नाम तत्र प्रयासं कर्तुम् इति वदतु पठितुं वदतु अहं संस्कृतं पठितुं जाह्नवी शिबिरं गतवती समीचीनम् तर्हि तादृशवाक्यं यत्र अस्ति तत्र प्रयोजनमस्ति लक्ष्यम् अवगच्छति वा लक्ष्यं पर्पस् गोल् यत्र पर्पस् गोल् अस्ति तत्र पठितुम् इति वदामः तुमुन् अनन्तरं चतुर्थं वाक्यं बालिका पाठं पठन्ती एव निद्रां कृतवती एतत् अवगच्छन्ति वा बालिका पाठं पठन्ती एव निद्रां कृतवती तत्र प्रायः वयं न जानीमः एतावता अत्र यत्र एकस्मिन् समये यत्र क्रियाद्वयमस्ति एकस्मिन् समये क्रियाद्वयमस्ति तत्र अत्र तस्य रूपस्य नाम शत्रप्रत्ययः बालिका पाठं पठन्ती निद्रां कृतवती इत्युक्ते एकस्मिन् समये पाठं कृतवती अपि च निद्रां कृतवती द्वयमपि एकस्मिन् समये तस्य कालः न भवति कालः नास्ति एव अहम् अन्यत् उदाहरणं वदामि अहं वदन् गच्छामि पुल्लिङ्गे वदन् अस्ति स्त्रीलिङ्गे वदन्ती अस्ति अहं वदन् गच्छामि इत्युक्ते एकस्मिन् समये वदनक्रिया अपि अस्ति गमनक्रिया अपि अस्ति एकस्मिन् समये समानकाले अवगच्छन्ति वा अहं वदन् गच्छामि अहं वदनमपि करोमि गमनमपि करोमि समयः एकः वदनम् भाषणम् वदनम् तर्हि अहं वदामि अहं गच्छामि एकस्मिन् समये एट् द सेम् टैम् when there are two actions happening at the same time then we use this form so aham vakyam vadan graham gachhami speaking a sentence, I go to my house. Means at the same time I'm speaking the sentence, I go to my house at the same time. The two actions are happening at the very same time. This is called Shatra Pratyaha. Shatra Rikaraha. Krishna Rikaraha. Shatra. Shatra. Iti Likitamasti. Likitamasti Kalu. Shatrantam. Prakashamodaya. Kripya Patatu. Eteshu Vakyeshu. Eteshu Vakyeshu. Chaturastra Chitrehena. Kramashaha. Tastvantam. Lep. Santam, Tumunantam, Shatrantam, Cha Padam, Suchitam. Tebhyaha Purvam, Titani, Karma Padani, Adorekaya, Suchitani. Tesham Api, Dvitiya, Bhavati Ityetam, Amsham Parishilayat. Parishilayata. Parishilayata. Ha. Tari Atra, Pratama Vakye. Pashyantu, atra likitamasti, kramashaha ktvantam, lyabantam, tumunantam, shatrantam. Pratama vakye ktva pratyahasti. Ktva pratyahasti. Ktvantam nama ante ktva asti. Ante ktva asti, ataha ktvantam. Anantanam, dvitiye vakye lyap iti pratyayaha, atra pratyayaha. Vadami, kriyapadamasti kalu, gacchati, chintayati, patati. Kriyapadat purvam, yaha lagubhaga asti, tasya nama upasargaha. Kriyapadasya anantaram, yaha bhaga asti, tasya nama pratyayaha. Tarhi upasargaha, dhatuhu, kriyapadam nama dhatuhu. Upasargaha, dhatuhu, anantaram pratyayaha. Tarhi atra, chatvaraha pratyayaha santi. Pratama pratyayaha asti, Ktva, anantaram lyap, anantaram tumun, anantaram shatra. Ktvantam, lyabantam, tumunantam, shatrantam. Tari avagachanti va, prashna hasti va, kasyachit? Astu. Tari pratama vakyam. Subhamanyavadi Mahadaya, kripya abhyasam kuru maha. Abhyasaha. Avarane suchitanam, shabdanam, uchita rupani, rikte sthale likhata. Pratama vakyam. Bhavati vishaya jnatva agre patatu. Bhavati vishayam jnatva agre patatu. Atra jnatva iti dattamasti. Jnatva. Jnatva nama kramaha asti. Pratamataya vishaya jnanam asti, anantaram agre patatu. Yatra ktva asti, atra jnatva iti ktva asti, tatra kalasya kramaha. Kalasya kramaha. Pratamataya ekam karyam, anantaram eva dvitiya karyam. Niharika bhagini avagacchati va? Avagacchati. Astu. Astu. Tadi dvitiya vakyam patatu bhagini. Chatraha. Shiksha. Prashnaha. Prashnaha. Prashnaha. Prashnam. Prashtva. Vishayam. Jananti. Tadi atra api. Ktva iti asti. Atra api ktva asti. Prichati. Prichati iti sirupam prishtva. Prishtva. Tari pratamataya aham prasnam prichami anantaram visayam janami. Chatraha prasnam prishtva visayam jananti. Iti avagachanti va? Niharika bhagini, avagacchati va? Avagacchami. Satyam? Satyam. Astu. Astu. Tritiya vakyam. Ammini, bhagini? Balika ganam gatva No, kutra asti? Balika lekhani khalu? Ganam harun ha harun gayati gayati no atra pustike likhitam asti pustakam likhitam pustike pustakam ha ha tritiye pute page 3 pustakam asti va pustakam nasti oh page 2 pustakam nasti abhyasa pustakam no vibhakti vallari oh no I don't have that Okay. Anyasya kasyachit sarvesham paswe kasyachit paswe pustakam nasta tritiya vakyam ha madaya balika lekhani patayitva rodanam kutavati balika lekhanim पातयित्वा रोदनं कृतवती तर्हि अत्र तस्य अस्य वाक्यस्य अर्थः अवगतः वा लेखनीं पातयित्वा पतति अत्र अत्र लेखनी पतति भगिनी बालिका लेखनीं पातयति to make it fall, to drop. She's crying because the pen fell? Because she dropped the pen. Pen didn't fall, she dropped the pen. You understand the difference? Yeah. Patati patyati. Patati patyati. Janati avagacchanti va sarve atra bedaha. Patati patyati atra lekhani patati balika lekhanim patyati. Nihari bhagini avagacchati va? Avagacchami. Lekhanim ma? Makara hasti. Tatra karma padam asti. Karma padam. Karma padam asti chet samanitya makara bhavati eva. Astu. Gayatri bhagini agree? Ha. Te... पत्रिकानि पठित्वा विषयं जानन्ति किन्तु पत्रिकानि इति नास्ति पत्रि बहुवचन ते बहुवचन वा ते इति बहुवचने किन्तु पत्रि ते इस् नाट् रिफरिङ्ग् टु पत्रिका ते जनाः ते पत्रिकाः पठित्वा विषयं जानन्ति बहुवचने अस्ति चेत् सत्यम् एकवचने पत्रिका एकवचने पत्रिका शब्दः अत्र एकवचने दत्तमस्ति पत्रिका इति अस्य द्वितीया विभक्ति जानाति वा कर्मपदं द्वितीया विभक्ति म यत्र म भवति अन्ते पत्रिकां वदतु ते पत्रिकां पठित्वा विषयं जानन्ति अवगच्छति वा अत्र नाम अत्र विषयद्वयमस्ति एकविषयः अस्ति विभक्ति अर्थः द्वितीयविषयः अस्ति विभक्तिरूपम् वयं द्वयमपि ज्ञातुमिच्छामः तस्य अर्थः कः तस्य रूपं किम् अर्थः इति जानीमः किन्तु रूपं न जानीमः तत्र किमपि न कर्तुं शक्नुमः खलु अनन्तरं रूपं जानीमः परन्तु अर्थः न ज्ञातः तत्रापि अस्माकं महती समस्या अस्ति अतः द्वयमपि समीचीनं तदर्थं मम एकं करपत्रमस्ति करपत्रं प्रेषयिष्यामि अद्य ये जनाः अस्माकं वर्गे सन्ति अत्र प्रकोष्ठे तेषां पार्श्वे अस्ति अद्य अहं भवद्भ्यः अहं प्रेषयिष्यामि लिङ्क् यत्र करपत्रमस्ति यत्र विभक्तिरूपाणि सन्ति. अवगतं वा? प्रेषयिष्यामि अद्य सायङ्काले. तर्हि पत्रिका इति तत्र अत्र रूपाणि दत्तानि सन्ति. अत्र पेज् सिक्स् पश्यन्तु, कोष्टकमस्ति पेज् सिक्स्. तत्र द्वितीयविभक्तिरूपाणि दत्तानि सन्ति पेज् सिक्स्. नाम उपरि लिखितमस्ति पुल्लिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः, अनन्तरम् एकवचनं, बहुवचनं. तर्हि यथा बालशब्दः, बालशब्दः द्वितीयविभक्तिः अस्ति बालम् एकवचने, बहुवचने बालान्. नपुंसकलिङ्गशब्दः पुस्तकं द्वितीयविभक्तिः पुस्तकं, बहुवचने पुस्तकानि. अनन्तरं बालिका, बालिका द्वितीयविभक्ति एकवचने, बालिकां बालिकाः. अनन्तरं लेखनी, हा इति सत्यं, हा इति रूपाणि सन्ति तत्र. तर्हि इदानीं हा पुनः गायत्री भगिनी कृपया वदतु. ते पत्रिकां पठित्वा विषयं जानन्ति. समीचीनमस्ति. अस्तु सन्ध्या भगिनी अग्रे. माता पाकः समाप्य सखी गृहं गतवती. माता पाकं समाप्य सखी गृहं गतवती. समीचीनं. माता पाकं समाप्य सखी गृहं गतवती. तर्हि अत्र कः प्रत्ययः अस्ति? अत्र समाप्य शब्द समाप्य, हा तत्र कः प्रत्ययः सर्वे अवगच्छन्ति वा? नाम तत्र क्त्वा, ल्यप्, तुमुन् अथवा शत्र, कः प्रत्ययः अस्ति? ल्यप्, ल्यप्, ल्यप् इति प्रत्ययः अस्ति. समाप्य, पाकं समाप्य. अस्तु षष्ठं वाक्यं लक्ष्मी भगिनी. भवान् सदा सज्जनानां व्यवहारः अनुसृत्य गच्छतु. भवान् सदा सज्जनानां व्यवहारम् अनुसृत्य गच्छतु. भवान् सदा सज्जनानां व्यवहारम् अनुसृत्य गच्छतु. तर्हि व्यवहारम् अनुसृत्य तत्र सरति इति शब्दः, इति क्रियापदं सरति, सृ इति धातुः, श्रुत्वा. यदि अत्र अनु इति उपसर्गः अस्ति, अनु पश्यन्ति वा? अनु इति उपसर्गः अस्ति, अनु अस्ति, अतः ल्यप्. यदि अनु नास्ति तर्हि श्रुत्वा, श्रुत्वा. अनु अस्ति अतः ल्यप्, न तु क्त्वा. सर्वे अवगच्छन्ति वा उपसर्ग? अनु इत्युक्ते, अनु इत्युक्ते अनन्तरम्. अनु, अनु मीन्स् फालोस्. अनु, यु नो द वर्ड्, यु नो द वर्ड् अनुभव, अनुभवः, एक्स्पीरियन्स्. अनुभवः इत्युक्ते एक्स्पीरियन्स्. तर्हि भवः, भवः भवति अनन्तरम् एव, नाम सम् एवेण्ट् हेपन्स् एण्ड् देन् यु गेट् दि एक्स्पीरियन्स् आफ् इट्. अतः, अतः अनु मीन्स् फालोयिङ्ग् टु अनु, अनुगच्छति मीन्स् टु गो आफ्टर्. गच्छति, अनुगच्छति, सरति, अनुसरति, सरति मीन्स् गच्छति, टु गो आफ्टर्. Sarati means to go. Anugacchati means, anusarati means to go after. So, atra anusritya means according to. Vyavaharam anusritya gacchatu. Bhavan sada sajjananam vyavaharam anusritya gacchatu. Means you should move according to following, means following. Anu means following. According to following the behavior of good people. Sajjananam. Okay. Mm. Sajjananam vyavaharam anusritya gacchatu. Astu Prakash Mahoday agree? Sarati namaskritya vidyalayam gacchati. Aha. Tari atra namaskritya namaha namaha iti upasargaha nasti kintu upasargasya prabhavaha iva asti. Kechina shabdaha kechina bhagaha yadyapi upasargaha nasti nasanti tathapi tesham upasarga iva prabhavaha bhavati yatha namaha nama atra kritva karoti kritva kintu namaskaroti namaskritya tathaiva karoti kritva svikaroti svikritya Devim namaskritya. Tarhi, Bhagini, prashna asti va? Sarati shrutva. Ha, shrutva. Shrutva. Ha. Anusrutya, anusrutya. Ha, satyam. Astu. Anantaram, ashtama vakyam, tatra, mahoya, kripya vadatu. Bhagini, shatika, prakshalya, atape, प्रसारितवती भगिनी शाटिकां प्रक्षाल्य आतपे प्रसारितवती शाटिकां प्रक्षाल्य अत्र ल्याप किमर्थम् अस्ति हा महोदय वदतु ल्याप किमर्थम् ल्याप अस्ति उपसर्गः कः उपसर्गः प्र उपसर्गः नो चेत् क्षालयित्वा क्षालयित्वा किन्तु प्र अस्ति अतः प्रक्षाल्य अस्तु समीचीनम् इदानीं निहारिका भगिनी अग्रे अभ्यासं कर्तुं मम समयः नास्ति सत्यम् तत्र सर्वे एवं कुर्वन्तु सर्वे प्रथमतया यथा अस्ति वाक्यम् जस्ट् रीड् इट् विदौट् चेञ्जिङ्ग् द फार्म् फस्ट् दट् वे बिकास् ऐ रेकार्ड् दिस् अहं ध्वनिमुद्रणं करोमि येन ये शृण्वन्ति प्रतिसप्ताहं बहवः जनाः शृण्वन्ति केवलं ये आगच्छन्ति न इति न बहवः जनाः शृण्वन्ति प्रतिसप्ताहम् अतः तेषां लाभार्थं सो देट् आल् केन् बेनिफिट् देन् भवति यथा वाक्यमस्ति तथा करोतु अनन्तरं परिवर्तयतु समीचीनम् अनन्तरम् समीचीनमस्ति अस्तु अग्रे विश्वनाथमहोदय भर्तुः भक्तः अनुग्रहीतुं देवः भूलोकम् आगतवान् भक्तम् अनुग्रहीतुं देवः भूलोकम् आगतवान् समीचीनमस्ति अस्तु गायत्री भगिनी अग्रे अङ्कणी क्रेतुं सा आपणं गतवती अङ्कणीं क्रेतुं सा आपणं गतवती अत्र कः प्रत्ययः अस्ति प्रत्ययः कः नाम चत्वारः प्रत्ययाः सन्ति प्रत्ययाः सन्ति क्त्वा ल्यप् तुमुन् शत्र तेषु अत्र कः अस्ति क्रेतुम् क्रेतुम् क्रेतुम् इति कः तत्र क्रीडातुः कः प्रत्ययः अस्ति अवगच्छति वा नाम न तत्र नाम उपरि पश्यतु उपरि एतानि वाक्यानि पठत अत्र लिखितमस्ति रामः पाठं पठित्वा निद्रां करोति पठित्वा इत्यस्मिन् पठ् धातुः त्वा प्रत्ययः त्वा द्वितीयवाक्यं बालकः हस्तं प्रक्षाल्य भोजनं करोति अत्र प्र उपसर्गः अस्ति अतः क्त्वा नास्ति अर्थः समानः क्त्वा ल्यप् किन्तु यत्र उपसर्गः अस्ति तत्र ल्यप् अस्ति तर्हि अत्र प्रक्षाल्य प्र उपसर्गः अतः क्त्वा नास्ति अपि तु ल्यप् तृतीयवाक्यं छात्राः पाठं पठितुं विद्यालयं गच्छन्ति अत्र पठितुम् इत्यस्य तत्र तुमुन् प्रत्ययः तुमुन् अनन्तरं बालिका पाठं पठन्ती एव निद्रां कृतवती अत्र पठन्ति इति शत्रप्रत्ययः अस्ति तर्हि भवत्याः वाक्यम् अङ्कनीं क्रेतुं सा आपणं गतवती तत्र क्रेतुम् इत्यस्य का प्रत्ययः का प्रत्ययः हा हा तुमुन् तुमुन् प्रत्ययः यत्र लक्ष्यम् अथवा प्रयोजनम् अस्ति अङ्कनीं क्रेतुं सा आपणं गतवती तत्र वयं प्रष्टुं शक्नुमः किमर्थं सा आपणं गतवती उत्तरं किम् सा अङ्कनीं क्रेतुम् आपणं गतवती सत् समीचीनं तत्र लक्ष्यम् आसीत् अङ्कनीक्रयणम् अङ्कन्याः क्रयणम् अङ्कन्याः क्रयणं तदर्थं सा आपणं गतवती तदर्थम् अस्तु लक्ष्मी भगिनी अग्रे सः मित्रस्य टिप्पणी स्वीकर्तुं तस्य गृहं गतवान् सः मित्रस्य टिप्पणीं स्वीकर्तुं तस्य गृहं गतवान् समीचीनमस्ति मित्रस्य टिप्पणीं स्वीकर्तुं तर्हि सः किमर्थं तस्य गृहं गतवान् टिप्पणीं स्वीकर्तुं मित्रस्य गृहं गतवान् टिप्पणीं स्वीकर्तुम् इति अस्ति सन्ध्या भगिनी अग्रे टिप्पणी इत्युक्ते टिप्पणी इत्युक्ते कामेण्ट् इति सामान्य मित्रस्य टिप्पणीं स्वीकर्तुं टिप्पणी नाम ओपिनियन् विचारः टिप्पणी सामान्यतया कामेण्ट् इति अर्थः कामेण्ट् मित्रस्य टिप्पणी स्वीकर्तुं नोट्स् भवितुमर्हति सामान्यतया कामेण्ट् अथवा ओपिनियन् इति टिप्पणी मम टिप्पणी हा ओपिनियन् सामान्यतया ओपिनियन् इति अस्ति नोट्स् इति ओपिनियन् भवितुमर्हति वा मम नोट्स् इति वा हा न नोट्स् लिखितमिति नास्ति चिन्तनं विचारः मतिः नोट्स् इति लिखितमस्ति वा नूतनसमाचारः टिप्पणी कामेण्ट् इति सामान्य अर्थः अस्तु अग्रिमं भगिनि शिशुः अम्बा स्मरन् रोदनं कृतवान् शिशुः अम्बां स्मरन् रोदनं कृतवान् समीचीनमस्ति अर्थः स्पष्टः अस्ति वा अस्तु तर्हि शिशुः अम्बा स्मरन् रोदनं कृतवान् इत्यस्मिन् वाक्ये अत्र कः प्रत्ययः अस्ति वदतु प्रत्ययः न प्रत्ययः अत्र चत्वारः प्रत्ययाः सन्ति अत्र अत्र कः अत्र प्रथम द्वितीय तृतीय चतुर्थः कः अस्ति न अत्र स्मरन् अत्र त्वा इति स्मरन् इति त्वा अस्ति वा शत्र अत्र शत्रपति अस्ति स्मरन् यत्र स्मरन् इत्युक्ते यत्र कार्यद्वयम् अस्ति अपि च यस्य कार्यस्य शत्रुप्रत्ययः अस्ति तस्य कार्यं निरन्तरम् अस्ति कार्यम् आरब्धं समाप्तं न इति अर्थः तर्हि शिशुः अम्बां स्मरन् रोदनं कृतवान् नाम अम्बायाः स्मरणम् आरब्धं समाप्तं न निरन्तरं कार्यं नित्यम् अवगतं वा सर्वैः गाति अद्य प्रकाशमहोदय अवगच्छति वा अस्तु तादृशार्थः अस्ति अस्तु तर्हि विश्वनाथमहोदय अग्रे पठतु भक्तः मात्राः भक्तः मन्त्रः पठन् पूजां करोति भक्तः मन्त्रं पठन् पूजां करोति नाम यस्मिन् समये यः समयः यस्मिन् समये मन्त्रं पठति तस्मिन्नेव समये पूजां करोति एकस्मिन् समये युगपत् नाम सैमल्टेनियस् युगपत् संस्कृते संस्कृतं युगपत् युगपत् इत्युक्ते सैमल्टेनियस् तर्हि अत्र भक्तः युगपत् मन्त्रं पठति पूजां च करोति युगपत् एकस्मिन् समये समानसमयः तर्हि पठन् इति कः प्रत्ययः अस्ति शत्र समीचीनमस्ति अस्तु प्रकाशमहोदय अग्रे कृषिकः कृषिः कुर्वन् जीवति कृषिकः कृषिं कुर्वन् जीवति समीचीनमस्ति अस्तु इदानीं कः प्रत्ययः अस्ति शत्रुप्रत्ययः अस्ति अस्तु गायत्री भगिनी अग्रे बालकाः विद्यालयः गच्छन्तः पाठं स्मरन्ति बालकाः विद्यालयं गच्छन्तः पाठं स्मरन्ति समीचीनं प्रत्ययः कः फोर्थ् वन् पठन्ति तदेव अस्ति अत्र शत्रुप्रत्ययः शत्र क्वान्तमिति प्रथमवाक्यं प्रथम तत्र चत्वारि वाक्यानि सन्ति खलु रामः पाठं बालकः हस्तं छात्राः पाठं पठन्ति हा तादृशमस्ति अत्र शत्र नाम केवलम् अभिज्ञानार्थं रेकग्निशन् केवलं रेकग्नैज् कुर्वन्तु इदानीं केवलं रेकग्नैज् कुर्वन्तु तस्य अभ्यासः बहु अनन्तरं भविष्यति अग्रे अद्य न श्वः न परश्वः अपि न भविष्यति केवलम् अभिज्ञानार्थं जस्ट् रेकग्नैज् दट्स् वट् दट् इस् अस्तु तस्य पुल्लिङ्गरूपम् अपि भवति स्त्रीलिङ्गरूपम् अपि भवति एकवचने बहुवचने एतत् सर्वम् अस्ति अत्र बहुवचने अस्ति बालकाः बहुवचने अतः हा एकवचने गच्छन् बालकः गच्छन् बहुवचने गच्छन्तः यथा स्मरन्ति वा भवत् शब्दः भवान् इति बहुवचनान्तरूपं किं भवन्तः अत्र अत्र अपि अत्र गच्छन् गच्छन्तः भवान् भवन्तः तथा गच्छन् गच्छन्तः बहुवचने अस्ति. अनन्तरं स्त्रीलिङ्गे गच्छन्ति एकवचने, यथा नदी शब्दः नदी नदी इत्यस्य बहुवचनान्तरूपं किम्? नद्यः. तर्हि गच्छन्ति एकवचने बहुवचने? स्त्रीलिङ्गे न पश्यन्तु, पुल्लिङ्गे गच्छन् गच्छन्तः, स्त्रीलिङ्गे नदी शब्द इव. तर्हि यथा नदी नद्यः, गच्छन्ति गच्छन्ति गच्छन्ति गच्छन्तः न गच्छन्तः न नदी इत्यस्य बहुवचनान्तरूपं नद्यः खलु नद्यः. नदी एकवचने, बहुवचने नद्यः. नद्यः नदी एकवचने, बहुवचने नद्यः. नद्यः तर्हि गच्छन्ति अपि तथा, एकवचने गच्छन्ति, बहुवचने गच्छन्त्यः. गच्छन्ति गच्छन्त्यः. अतः अहं वदामि बहु अनन्तरं करिष्यामः, केवलम् अभिज्ञानार्थं वदामि. बालिका गच्छति, बालिका गच्छति, बालकः गच्छति, बालकः गच्छन्, बालिका गच्छन्. न न न अत्र वदामि, सर्वे वदन्तु, सर्वे शृण्वन्तु एकवारं सम्यक्तया. इदानीं क्रियापदस्य लिङ्गं न भवति, लिङ्गपरिवर्तनं न भवति क्रियापदस्य. बालिका गच्छति, बालकः गच्छति, गच्छति लिङ्गपरिवर्तनं नास्ति. गच्छन् क्रियापदं नास्ति. गच्छन् क्रियापदं नास्ति, अतः लिङ्गपरिवर्तनम् अस्ति. यत्र विशेषणमस्ति, एकनिमेष, यथा उदाहरणार्थं बालकः उन्नतः, बालिका उन्नता, बालकः उन्नतः, बालिका उन्नता, तत्र विशेषणम् इति वदामः. सर्वे जानन्ति वा विशेषणम्? एड्जेक्टिव् विशेषणं. यत्र क्रियापदमस्ति संस्कृतभाषायां, क्रियापदं यत्र अस्ति तत्र लिङ्गपरिवर्तनं नास्ति, किन्तु विशेषणम् अस्ति चेत् अस्ति परिवर्तनम्, लिङ्गपरिवर्तनम् अस्ति. अस्तु, लिङ्गपरिवर्तनम् अस्ति. गच्छन् यथा उन्नतः उन्नता, गच्छन् अपि विशेषणम् अस्ति, अतः लिङ्गपरिवर्तनम् अपि अस्ति. गच्छन् इति पुल्लिङ्गे, गच्छन्ति स्त्रीलिङ्गे, चिन्ता नास्ति. इदानीम् अस्माकं विषयः नास्ति, अग्रे गत्वा वयम् अग्रिमे वर्षे, अस्मिन् वर्षे न भविष्यति. अस्तु, तर्हि गायत्री भगिनी अग्रे. बालकाः विद्यालयं गच्छन्तः पाठं स्मरन्ति. अस्तु, समीचीनम्. इदानीं निहारिका अग्रे. अपाणिकः ग्राहकाः दृष्ट्वा सन्तोषम् अनुभवति. समीचीनम्. अपाणिकः गृहकालान् दृष्ट्वा सन्तोषम् अनुभवति. ग्राहकाः इति अस्य वचनं किम्? बहुवचनम्. बहुवचनं विभक्तिः द्वितीया न, ग्राहकाः इति प्रथमा विभक्तिः. ग्राहकाः इति प्रथमा विभक्तिः, प्रथमा विभक्ति बहुवचनम्. बहुवचनम् एकवचने प्रथमाविभक्तिः एकवचनः एकवचने किं भवति ग्राहकम् ग्राहकान् बहुवचनं प्रथमाविभक्ति एकवचने किं भवति ग्राहकः ग्राहकः ग्राहकः अर्थं जानाति वा भगिनि अर्थं यः गृह्णाति गृह्णाति इति शब्दं इति क्रियापदं जानाति गृह्णाति गृह्णाति नाम टु to receive or take to receive to take to yaha yaha grinhati saha grahakaha means customer customer yaha who takes that one who takes okay so grahakaha grahakaha iti bahuvachanam tari atra page 6 iti pashyantu पश्यन्तु तत्र पुलिङ्गे द्वितीयविभक्ति बहुवचने तत्र रूपं किमस्ति अत्र बालः इत्यस्य रूपं भवति बालः बालान् बाल बाल प्लस् आन् अत्र ग्राहक प्लस् आन् एकवारं भवति खलु द्विवारम् इति मास्तु अस्तु कार्यम् एकवारं करोतु द्विवारं न पुनः वाक्यं वदतु आपणिकः ग्राहकान् दृष्ट्वा आपणिकः इति जानाति वा यः आपणे कार्यं करोति आपणः इति जानाति वा आपणः स्टोर् स्टोर् स्टोर् आपणकः स्टोर् कीपर् आपणकः ग्राहकान् दृष्ट्वा सन्तोषम् अनुभवति तस्य सन्तोषः भवति न वा यदा ग्राहकाः आगच्छन्ति यदा ग्राहकाः आगच्छन्ति तदा आपणकः तस्य सन्तोषः भवति न वा खलु अस्तु अस्तु इदानीम् अग्रे प्रकाशमहोदय अग्रे पितामहः देवाः पूजयित्वा भोजनं करोति पितामहः देवान् पूजयित्वा पितामहः देवान् पूजयित्वा भोजनं करोति अस्तु समीचीनम् शुभदिनमहोदय तण्डुलाः क्रेतुं सः आपणं गच्छति तण्डुलान् क्रेतुं सः आपणं गच्छति समीचीनमस्ति अस्तु सन्ध्या भगिनी सः जनाः आहूय नीतिं बोधयति सः जनान् आहूय नीतिं बोधयति अस्तु अवगतं वा आहूयति आहूयति अत्र आ इति उपसर्गः अस्ति ह्वे इति धातुः धातुः अस्ति ह्वे तत्र आहूयति आहूयति इति आ उपसर्गः अस्ति अतः ल्यप् न तु क्त्वा तर्हि सः जनान् आहूय नीतिं बोधयति अस्तु लक्ष्मीभगिनी अग्रे च छात्राः बोधयन् अध्यापकः तृप्तिं प्राप्नोति. छात्रान् बोधयन् अध्यापकः तृप्तिं प्राप्नोति. समीचीनमस्ति. अस्तु, विश्वनाथमहोदय. पितामही कथाः उक्त्वा बालान् तोषयति. पितामही कथाः उक्त्वा बालान् तोषयति. अस्तु, समीचीनं. नाम कथाः इत्यस्य लिङ्गं किम्? अहं चिन्तयामि स्म, भवान् सम्यक्तया जानाति. कथाः श्रीलिङ्गतः द्विवचने तत्र द्वितीयविभक्तः समानं भवति, किन्तु लिङ्गमपि न तल्लिङ्गम्. अत्र कथा इति लिङ्गं किं? स्त्रीलिङ्गं. स्त्रीलिङ्गशब्दः बहुवचनं. अत्र कथा स्त्रीलिङ्गे, कथाः बहुवचने, द्वितीयविभक्ति बहु, तत्र परिवर्तनं नास्ति. प्रथमाविभक्तिः बहुवचने कथाः, द्वितीयाविभक्तिः बहुवचने कथाः. तत्र परिवर्तनं नास्ति. कथाः. अस्तु, सुब्रह्मण्यमहोदय. क्षम्यताम् इति वदतु. क्षम्यताम्. The previous sentence. पूर्वतनवाक्ये. छात्राः, तत् शब्दमस्ति. छात्राः इत्युक्ते कुत्र अस्ति? छात्राः पूर्वतनवाक्ये. छात्राः, छात्रान् बोधयन्. छात्राः इति भवती तु जानाति एव. छात्राः छात्रान् बोधयन् छात्र नाम वाक्यस्य अर्थः इति प्रश्नः वा? न. छात्राः. सामान्यतया मिश्रणम् अस्ति खलु प्रकोष्ठे, यत्र पुल्लिङ्गे अस्ति इति अवगच्छतु. समाधानं द्विप्रकारकः अस्ति वा? समाधानं सत्यं सत्यं द्विप्रकारकः सत्यं द्विप्रकारकः. यदि सर्वे जनाः बालिकाः, एकः अपि पुरुषः नास्ति. छात्राः बोधयन् छात्रान् बोधयन् सत्यं द्विप्रकारकः सत्यम्. अवगच्छन्ति वा? सर्वे बालिकाः, सर्वाः बालिकाः चेत् तत्र एकविंशतिः नाम 21 वाक्यं, तत्र छात्राः इति एव भवति द्वितीयविभक्तौ. पश्यन्तु पेज् सिक्स् पश्यन्तु. अत्र अत्र बहुवचने बालः, बहुवचने बालान्, किन्तु स्त्रीलिङ्गे बालिका इत्यस्य बालिकाः. प्रथमाविभक्तिः अपि तथा, बालिकाः. तर्हि अत्र वाक्यं एकविंशतितमं वाक्यं नाम नम्बर् 21, तत्र छात्राः, तत्र वर्गः मिश्रितः अस्ति चेत् पुल्लिङ्गे एव भवति. किन्तु इति नियमः, प्रथा. अन्यायः स्यात् किन्तु तथा इति प्रथा. अतः पुल्लिङ्गे तिष्ठति. यदि बालिकाः एव सन्ति तर्हि छात्राः बोधयन् इति वदामः. अस्तु, किं कथाः. अस्तु, अग्रे. अद्य पाठाः पठितुं मम उत्साहः नास्ति. अद्य पाठान् पठितुं मम उत्साहः नास्ति. समीचीनमस्ति. अस्तु, इदानीं गायत्री भगिनी अग्रे. गृहस्वामी बान्धवाः सम्प्रेष्य गृहं प्रत्यागतवान् गृहस्वामी बान्धवान् सम्प्रेष्य गृहं प्रत्यागतवान् समीचीनमस्ति अति उत्तमं भगिनि अस्तु अन्तिमं वाक्यं निहारिका भगिनी पठतु पत्रिकाः पठितुं सः ग्रन्थालयं गतवान् पत्रिकान् पठितुं सः ग्रन्थालयं गतवान् किन्तु पत्रिका इत्यस्य लिङ्गं किम् स्त्रीलिङ्ग शब्दः भगिनि पत्रिकाः पठितुं सः ग्रन्थालयं गतवान् समीचीनमस्ति बहु समीचीनमस्ति अस्तु तर्हि किं कुर्मः इदानीम् अहं चिन्तयामि स्म कथामपि पठितुं शक्नुमः वार्ता अस्ति यत् नूतनजना प्रकाशमहोदय कृपया दुराशा आरब्धुमिच्छति वा महोदय पठामि वा पठतु पूर्वं कस्मिंश्चित् ग्रामे हरिदत्तः नाम ब्राह्मणः आसीत् सः कृषिकार्यं करोति स्म परन्तु दुर्दैववशात् तस्य क्षेत्रे फलसमृद्धिः एव न भवति स्म अस्तु खण्डशः पश्यामः अत्र पूर्वं यत्र यत्र कुत्रापि प्रश्नः अस्ति तत्र तत्र पश्यन्तु पृच्छन्तु अवश्यम् अस्तु पूर्वं कस्मिंश्चित् कस्मिंश्चित् अत्र का विभक्तिः अस्ति सप्तमी विभक्तिः अत्र कः शब्दः यथा कः पुरुषः कः जनः कः इत्यस्य सप्तमी अनन्तरं चित् कस्मिन् कः इत्यस्य सप्तमी कस्मिन् कस्मिन् प्लस् चित् कस्मिन् इत्युक्ते इन् विच् कस्मिंश्चित् इत्युक्ते इन् अ सर्टन् इन् अ सर्टन् मीन्स् कस्मिन् इति कस्मिन् इति वयं न जानीमः कस्मिंश्चित् ग्रामे नाम इन् अ सर्टन् विलेज् पूर्वं कस्मिंश्चित् ग्रामे हरिदत्तः नाम ब्राह्मणः आसीत् सः कृषिकार्यं करोति स्म स्पष्टमस्ति वा अस्तु परन्तु दुर्दैववशात् तस्य क्षेत्रे फलसमृद्धिः एव न भवति स्म अत्र दुर्दैववशात् इति का विभक्तिः पञ्चमी विभक्तिः अतः तत्र दुर्दैववशतः इति वक्तुं शक्नुमः अत्र तस्य अर्थः कः नाम पञ्चमी इत्यस्य भिन्नभिन्न अर्थाः सन्ति खलु यत्र वृक्षः अस्ति फलमस्ति वृक्षे तत्र वृक्षात् फलं पतति इति वदामः वृक्षात् फलं पतति अत्र तादृश अर्थः अस्ति वा तादृश अर्थः नास्ति खलु दुर्दैववशात् इत्युक्ते नाम तत्र फलं वृक्षात् पतति इति अस्मिन् वाक्ये तत्र विभागः अस्ति विभाग यत्र सेपरेशन् अस्ति यत्र यत्र सेपरेशन् भवति विभागः तत्र तत्र पञ्चमी इति वदामः किन्तु अत्र दुर्दैववशात् इति अस्मिन् विभागः अस्ति वा प्रकाशमहोदय वदतु अत्र विभागः अस्ति यथा फलं वृक्षः तत्र तादृशी स्थितिः अस्ति वा अत्र न तर्हि कः अर्थः इति चेत् पञ्चमी यत्र भवति तत्र कारणमपि भवति कारणं पंचमी कारणम् परंतु दूरदेव दूरदैववशात् अत्र दूर दूरदैव इति अवगच्छामः वा सर्वे दूरदैव देव देव इति जानाति खलु देवः दुर्देवः at time evil दुर्देवः नाम evil dev like a demon दुर्देवः खलु अथवा किं दुर्दैववशात् दुर्देव वश इदानीं वश वश वश इत्युक्ते यत्र नियन्त्रणमस्ति अथवा वश इति यत्र अधीने अस्ति अधीनः अथवा नियन्त्रणं तत्र दुर्देववशात् अथवा तादृश अर्थः अस्ति अवगच्छन्ति वा नाम वश वश अण्डर् द कण्ट्रोल् ड्यू टु बीङ्ग् अण्डर् द कण्ट्रोल् आफ् अ डीमन् ड्यू टु कारणं परन्तु दुर्दैववशात् दुर्दैव इति डीमन् वश इति कण्ट्रोल् एण्ड् वशात् इति ड्यू टु द बीङ्ग् अण्डर् द कण्ट्रोल् सन्धिः अपि अस्ति वा सन्धिः न दूर् इति दूर् इति न उपसर्ग इव अस्ति दुर्देव दुर्देव तत्र केवलं मेलनमस्ति सन्धिः नास्ति दुर्देववशः अस्ति दुर्दैववशात् तस्य क्षेत्रे फलसमृद्धिः एव न भवति स्म अस्तु सन्ध्या भगिनी अग्रे कदाचित् फलसमृद्धिः सर्वे वदन्ति जानाति वा फलसमृद्धिः निहारिका भगिनी फलं फलसमृद्धिः समृद्धिः नाम प्रचुर नाम अस्ति समृद्धिः नाम प्राचुर्यं प्रचुरः बहु अस्ति किन्तु न भवति स्म तस्य क्षेत्रे फलं फलसमृद्धिः फ्लोरिशिङ्ग् आफ् द क्राप्स् न भवति स्म खलु फलसमृद्धिः एव न भवति स्म अस्तु अग्रे कदाचित् हरिदत्तः क्षेत्रे कार्यं कुर्वन् आसीत् तदा सः समीपे विद्यमानस्य वाल्मीकस्य उपरि स्थितम् एव सर्पं दृष्टवान् एकं सर्पं दृष्टवान् चिन्तितवान् च एषः सर्पः मम क्षेत्रपालः स्यात् एतत् अजानन् अहम् एतावत् पर्यन्तम् एतस्य पूजां न कृतवान् अतः एव मम कृषिकार्यं निष्फलं भवति इतः परम अहम एतम पूजयामि इति. अस्तु, तर्हि पुनः पश्यामः. अत्र कदाचित् अत्र चित् अस्ति खलु, चित् यथा आरम्भे कस्मिंश्चित् आसीत् अत्र कदाचित्. तर्हि कस्मिंश्चित् नाम इन् अ सर्टिन्, कदाचित् मीन्स् किम्? एट् अ सर्टन् टैम्, वन्स् एट् अ सर्टन् टैम्. कदाचित् हरिदत्तः क्षेत्रे कार्यं कुर्वन् कुर्वन् इति प्रत्ययः कः? प्रकाशमहोदय. कुर्वन् चतुर्थी शत्र शत्र शत्र. तर्हि निरन्तरकार्यं नाम नित्यम्, आन्गोयिङ्ग्. कदाचित् हरिदत्तः क्षेत्रे कार्यं कुर्वन् आसीत् तदा सः समीपे विद्यमानस्य पमीकस्य उपरि स्थितम् एकं सर्पं दृष्टवान्. अत्र विद्यमान यथा विद्यमान किं भवति अत्र यत्र यत्र क्रियपदमस्ति, अस्तु क्रियपदमस्ति, तत्र क्रियपदं द्विविधम् अस्ति, द्विप्रकारकं क्रियपदं. यथा गच्छति तत्र अन्ते ति अस्ति, अनन्तरं प्रकाशते इत्यस्मिन् ते अस्ति, कुत्रचित् ति अस्ति, कुत्रचित् ते अस्ति. यत्र निरन्तरं कार्यं भवति अपि च तस्य क्रियपदस्य अन्ते ति अस्ति तत्र शत्रप्रत्ययः अस्ति. अन्ते ते अस्ति चेत् तत्र शानच् इति वदामः. ति अस्ति चेत् अन्ते तस्य नाम परस्मैपदि धातुः. गच्छति तत्र धातुः अस्ति गम्, गम् धातुः परस्मैपदि धातुः अस्ति. शानच् प्रत्ययः प्रकाशते, प्रकाशते तत्र तत्र धातुः अस्ति आत्मनेपदि धातुः. प्रकाशते अथवा विद्यते, वर्तते, तत्र धातुः अस्ति आत्मनेपदि धातुः. यतोहि अन्ते ते अस्ति, ति अस्ति चेत् परस्मैपदि, ते अस्ति चेत् आत्मनेपदि. अपि च निरन्तर अर्थे परस्मैपदि ति तत्र शत्रप्रत्ययः भवति, आत्मनेपदि ते तत्र शानच् प्रत्ययः भवति. शानच् इत्युक्ते मान अथवा आन, प्रकाशमान वर्तमान कालः. वर्तमान इति जानन्ति वा? वर्तमान भगिनी जानाति वा वर्तमान? तत्र वर्तमान अस्ति, तत्र धातुः अस्ति वृत्, वर्तते. वर्तते इत्युक्ते अस्ति, वर्तते इत्युक्ते अस्ति, वर्तते प्लस् मान. वर्त प्लस् मान means varta de dite existence, existing, and mana means going on. Karoti kurvan, karoti iti, karoti iti iti tatra kurvan tatra shatra shatra shatrapatyah. Vartate, vartati sit vartamana. Tasi prakashate, prakashamana, prakashamana. Khidyate, खिद्यमान. विद्यते, विद्यमान. Are you following or you just? अस्तु, so let me tell that there's two types of verbs in Sanskrit, okay? One type ends in ti and one type ends in te. Okay. So if it ends in T, and we want to express continuous work, where we say ing, in English, where we say ing, there, if the verb in Sanskrit ends in T, then we use shatra. Yatha gacchan, chintayan, pasyan. There we use, are you following along, Rini? Yes. You with me? Yes. Okay. So, there, to express the ing meaning in Sanskrit, if the verb ends in T, then we use shatrapatayaha. That means gacchan, pathan, chintayan, ongoing. Present continuous. Ja rahe hain. Pad rahe hain. Us tarah ka. So then, gacchan, so then, now if the verb ends in te, prakasate, vidyate, vartate, we didn't learn about those, we're going to learn about, don't worry about that. It's the same thing. Gacchati, you can only use ti. But, like asti, you can only use ti, asti. But if we say prakashate, means shining, you can't say prakashati. You cannot do that. You have to put te on the end. It has the same meaning as ti. So I'm telling you there's two types of verbs. Some end in ti. No. Okay. This is a coming, this is up, this is a preview. Coming, upcoming events. So so asti, karoti, those verbs all end in ti. Those means that more common, and this is the most common that they all end in T. So that those you learn rochete. First. Huh? Rochete. Rochete. Rochete. Rochete. You cannot say rochete. Only say rochete. So prakashate, kidyate, rochete, vartate, vidyate, yatra. Tatra mana iti yojayamaha, chat nama gacchan iti kartun nasaknumaha. We can't do like that there. Where the verb ends in te, then we have to use mana. Rochite shabdasya syanik shrupam. Na bhavati. Rochite tatra atmani asti, atmani padi. Shanas na bhavati. Chatra bhavati yatra. Shanas iti yojavati. Rochamana. Sanatiti bhavati, ha, shamatam. Yatha vartamana iti vayam present iti vadamaha kalu. Vartamana. Means, present means that which has begun and not ended. In Sanskrit, when we use the present tense, it means that which has begun and not ended. That is the meaning. Arabdaha na samaptaha cha. Ataha tasmin arthe shatra bhavati parasmai pati dhatuhu, ti. Atmani pati dhatuhu te tatra gacchan patanti na bhavati apitu shanash bhavati tatra prakashamana, kidyamana, vartamana, vidyamana, karyam arabdham na samaptam. Avagatam? Can you use it in a sentence? Ha. Idanim suryaha prakashamanaha asti. Sun is shining. Tari khedaha iti janati va khedaha. Regret. Khedaha. So khedaha regret. Kidyate sahaiva asti. Kidyate. Tari balika. Balika tasya bidalaha kutra asti iti agnyatva kidyamana asti. Kidyamana asti sa balika. Bidalaha kutra asti na janati. Adha kidyamana asti. Tatra pramoda iti shabdam janimaha va pramodaha. Pramodaha, enjoyment. Pramodaha. Tatra dhatu asti muda dhatu, modate. Tari moda, mana, moda manaha. Idanim maranam, मरणं भवति तत्र म्रियते म्रियते तर्हि म्रिया म्रियमानः म्रियमानः पुरुषः वृद्धः अस्ति म्रियमानः म्रियमानः अनन्तरं वर्धते वर्धते यत्र वर्धनं भवति वर्धते बृहत् भवति वर्धते वर्धमान वृक्षः इदानीं वर्धमानः अस्ति गते वर्षे इदानीं यावत् बृहान् अस्ति वृक्षः गते वर्षे तथा नासीत् इदानीं वर्धमानः अस्ति वृक्षः गायत्री भगिनी अस्ति वा अवगच्छति अवगच्छति अस्तु अवगच्छामि अस्तु तर्हि तादृशविषयः अस्ति शङ्कते शङ्का यत्र शङ्का अस्ति तत्र शङ्कते शङ्का शङ्कमान शङ्कमान अनन्तरं राजते विराजते विराजमान अनन्तरम् ऊहते ऊहते ऊह नाम कल्पना कल्पनां करोति ऊहमान ऊहमान लज्जते लज्जा जानाति लज्जा लज्जा लज्जा इत्युक्ते वयम् उक्तवन्तः पूर्वं लज्जा इत्युक्ते शेम् शैनेस् तर्हि लज्जमान अपरस्मिन् दिने इदानीं स्मयः नास्ति तत्र आत्मनि आत्मनि आत्मनि अर्थे परस् अपरस्य अर्थे आत्मनर्थे स्वस्य अर्थे अपरस्य अर्थे इति मूलमासीत् पूर्वं कम्पते कम्पते कम्प कम्पमान मन्यते मन्य मन्यमान इति रूपाणि सन्ति तर्हि अत्र विद्यमानस्य विद्यमानस्य नाम वाल्मीकः वाल्मीकः विद्यमानः इस् प्रेसेण्ट् देर् वास् अ वाल्मीकः वाल्मीकः इत्युक्ते एण्टिल् एण्टिल् विद्यमानस्य वामिकस्य उपरि स्थितम् एकं सर्पं दृष्टवान् कः सर्पं दृष्टवान् कः कः दृष्टवान् हरिदत्तः हरिदत्तः दृष्टवान् चिन्तितवान् च एषः सर्पः मम क्षेत्रपालः स्यात् क्षेत्र निहारिका भगिनी जानाति वा क्षेत्रं पालनं क्षेत्रपालः न न प्रकाशमहोदय वदतु प्रोटेक्टर् क्षेत्रपालः स्यात् एतत् अजानन् जानन् अजानन् शत्र इति जानाति इति जानन् नोयिङ्ग् जानन् इति नोयिङ्ग् अजानन् अन्नोयिङ्ग् एतत् अजानन् अहम् एतावत्पर्यन्तम् अप् अन्टिल् नौ एतावत्पर्यन्तम् एतस्य पूजां न कृतवान् सर्पस्य अतः एव मम कृषिकार्यं निष्फलं भवति तस्य क्षेत्रस्य फलं न भवति स्म किमर्थं यतोहि किमर्थम् एतस्य पूजां न कस्य पूजां क्षेत्रपालस्य इति सर्पस्य पूजां न करोति स्म अतः तस्य कृषिकार्यं निष्फलम् इतः परम् अहम् एतत् पूजयामि एतं पूजयामि अवगतं स्यात् अस्तु गायत्री भगिनी अग्रे पठतु कृपया एवं चिन्तयित्वा हरिदत्तः कुतश्चित् कश्चित् क्षीरं किञ्चित् किञ्चित् किञ्चित् क्षीरम् आनीय पात्रे स्थापयित्वा वाल्मीकस्य समीपम् आगत्य उक्तवान्, भोः क्षेत्रपाल, भवान् अत्रैव अस्ति इति अहम् एतावत्पर्यन्तं न ज्ञातवान्, अतः पूजां न कृतवान्, क्षम्यताम् इति। अनन्तरं पात्रं तत्रैव स्थापयित्वा गृहम् आगतवान्। अनन्तरदिने तत्र गत्वा पश्यति पात्रे एकः दीनारः आसीत्, सः तं दीनारं स्वीकृतवान्। ततः आरभ्य सः एवमेव प्रतिदिनं क्षीरं समर्पितवान्, एकं दीनारं प्रतिदिनं प्राप्तवान् च। एवमेव कानिचन दिनानि अतीतानि। अस्तु, तर्हि एवं चिन्तयित्वा हरिदत्तः कुतश्चित् नाम कुतश्चित् किञ्चित् क्षीरम् आनीय पात्रे स्थापयित्वा वमीकस्य समीपम् आगत्य उक्तवान्। तर्हि अत्र स्थापयित्वा इति उक्त्वा आगत्य इति आ उपसर्गः अत्र अल्यप् आनीय अपि तथा प्रश्न क्षीरं शब्दस्य शब्दं प्रथमाविभक्तिरूपम् द्वितीयाविभक्तिरूपं भवती वदतु। वाक्यं दृष्ट्वा वदतु का विभक्तिः द्वितीया। क्षीरमानीय सत्यं। सो प्रथमाविभक्ति द्वितीया कमपदमस्ति वयम् आनयति खलु हरिदत्तः क्षीरम् आनयति प्रथमाविभक्तिरूपं प्रथम क्षीरः क्षीरं न क्षीरं क्षीरः क्षीरम् इदं स्मरणीयं नास्ति नपुंसकलिङ्गे अस्ति वा क्षीरमस्ति इति अहं मन्ये नपुंसकलिङ्गशब्दः अस्ति क्षीरमेव अस्ति इति अहं मन्ये नपुंसकलिङ्गशब्दः क्षीरं तत्र भेदः नास्ति तर्हि रूपभेदः नास्ति क्षीरं क्षीरमेव अस्ति। भोः क्षेत्रपाल भवान् अत्रैव अस्ति इति अहम् एतावत्पर्यन्तं न ज्ञातवान्। एतावत् सर्वं स्पष्टमस्ति अतः पूजां न कृतवान् क्षम्यताम् इति। अनन्तरं पात्रं तत्रैव स्थापयित्वा गृहम् आगतवान्। अनन्तरदिने तत्र गत्वा पश्यति पात्रे एकः दीनारः नाम सुवर्णस्य तत्र नाणकं सुवर्णस्य नाणकं गोल्ड् कोयिन् अस्तु दीनारः आसीत्, सः तं दीनारं स्वीकृतवान्, ततः आरभ्य सः एवमेव प्रतिदिनं क्षीरं समर्पितवान्, एकं दीनारं प्रतिदिनं प्राप्तवान् च। स्पष्टं स्यात् पञ्चमी अस्ति इतः परं फ्रम् नौ इन् द फ्यूचर् इतः परं इतः इतः ततः अभ्यासपुस्तके अस्ति इतः ततः ततः आरभ्य अत्र पुनः अस्ति ततः आरभ्य सः एवमेव प्रतिदिनं क्षीरं समर्पितवान् एकं दिनारं प्रतिदिनं प्राप्तवान् च। एवमेव कानिचन दिनानि अतीतानि. कानिचन चनचित् समानं, चनचित् कानिचित् अथवा कानिचन समानमस्ति. कानिचन दिनानि अतीतानि. अतीतानि रूपं किम्? अत्र कृतान्तरमस्ति, करणीय अस्ति. दिनानि अतीतानि न, तत्र कर्मण्यर्थे नास्ति. अत्र अकर्मकधातुः अस्ति. गतानि इति अर्थः, दिनानि गतानि, दिनानि अतीतानि, दिनानि गतानि. अत्र कृतान्तरूपम् अस्ति. अस्तु, अग्रे लक्ष्मी भगिनी पठतु. कदाचित् उच्चैः, कदाचित् हरिदत्तः ग्रामान्तरं गतवान्. गमनसमये सः क्षेत्रपालस्य पूजां कर्तुं स्वपुत्रं सूचयित्वा गतवान्. सः पुत्रः वल्मीकसमीपं गत्वा क्षीरं स्थापयित्वा आगतवान्. अनन्तरदिने दीनारं प्राप्तवान्. दीनारं दृष्ट्वा सः चिन्तितवान्, निश्चयेन एकस्मिन् वल्मीके प्रभूतं दीनाराः सन्ति, अतः एतं सर्पं मारयित्वा सर्वान् दीनारान् स्वीकरोमि इति. अनन्तरदिने क्षीरदानसमये सः दण्डेन सर्पं ताडितवान्. सर्पः रोषेण तं दृष्टवान्, तेन सः पुत्रः मृतः. एवं सः मूर्खपुत्रः दुराशया स्वयमेव नष्टः. इति कथा, इति कथा. तर्हि अत्र कोऽपि प्रश्नः अस्ति वा? प्रभूतं बहु, प्रभूतं दिनारः, प्रचुर अधिक, बहु. कदाचित् हरिदत्तः ग्रामान्तरं गतवान्. गमनसमये सः क्षेत्रपालस्य पूजां कर्तुं स्वपुत्रं सूचयित्वा गतवान्. स्पष्टमस्ति? सः पुत्रः वामीकसमीपं गत्वा क्षीरं स्थापयित्वा आगतवान्. अनन्तरदिने दीनारं प्राप्तवान्. दीनारं दृष्ट्वा सः चिन्तितवान्, निश्चयेन एकस्मिन् वामीके प्रभूतं दीनाराः सन्ति, अतः एतं सर्पम्. एतमिति का विभक्तिः? द्वितीय. मारयित्वा सर्वान् दिनारान् स्वीकरोमि इति. निहारिका भगिनी अवगच्छति वा? अस्तु. अनन्तरदिने क्षीरदानसमये सः दण्डेन सर्पं ताडितवान्. सर्पः रोषेण, रोषेण इत्युक्ते क्रोधेन तं दृष्टवान्, तेन सः पुत्रः मृतः. एवं सः मूर्खपुत्रः दुराशया इत्यस्य विभक्तिः का? तृतीया. किमर्थं तृतीया? भाववाचकशब्दः. भवती पृष्टवती तृतीया विभक्ति कुत्र प्रयोगः भवति खलु. तत्र भवती स्वयम् उक्तवती यत् कार्यं कथं भवति, नाम हस्तेन, लोकयानेन इति. अत्रापि प्रयोगः, यत्र भावः अस्ति. सन्तोषेण कार्यं करोमि, सन्तोषेण. अत्र दुराशया, रोषेण. अत्र रोषेण अस्ति. दण्डेन, दण्डेन इति भिन्नम् अस्ति. तत्र तृतीया, तत्र मा साधनतृतीया. माध्यमं साधनत्रयी अस्ति न तु भावसूचक अत्र भावसूचकस्तुति अस्ति रोषेण अनन्तरं दुराशया स्वयमेव नष्टः निश्चयेन तद्भिन्नमस्ति निश्चयेन इति क्रियविशेषणं क्रियविशेषणमस्ति निश्चयेन गच्छामि क्रियायाः तृतीया विभक्ति अस्ति किन्तु तत्र क्रियाविशेषणमस्ति क्रियायाः वर्णनं करोति अस्तु कोऽपि प्रश्नः अस्ति वा बहु विलम्बः जातः अद्य अत्यन्तं दिनारः संस्कृतपदं वा किं दिनार दिनार संस्कृतपदं स्यात् अस्मिन् पुस्तके न स्यात् संस्कृतपदं नार्मलि दि मिडल् ईस्ट् currency would be in dinar. Oh, even ma? Yeah. Bahrain dinar. Oh, ha. Emirate dinar. So. But here it is dinaraha, right? No. Dinaraha. That is distorted. Yeah. Words would be distorted. Ha. Nama, kutrachit, sanskrita bhashayam api kutrachit padani agatani santi. Udaharanartham kendram. Kendram iti shabdah moolatah sanskrita na Greek bhashatah asti. केन्द्र यतोहि प्राचीनकाले ते आगत्य आक्रमणं कृतवन्तः खलु ते तत्र भारतदेशमागत्य अतः शनैः शनैः कालस्य गमनेन गच्छता कालेन कदा यदा कदा नूतनशब्दाः आगताः इति प्रायः एतेषु एकम् उदाहरणमस्ति दिनारः अस्तु कोऽपि प्रश्नः वा पूर्वः कुत्र अस्ति पञ्चमी विभक्ति केम् अक्रास् पूर्वं परः पूर्वं परः किन्तु पूर्वः कुत्र अस्ति इन् पञ्चमी विभक्ति केम् अक्रास् पूर्वं पूर्वं पूर्वमेव अस्ति अत्रापि पूर्वमस्ति पूर्वः कुत्र अस्ति पूर्वं Whenever we come across word Purvam, then naturally the immediate word will become Purvam. Purvam iti Panchami vibhakti. But here Purvam kasmin sthiti grame. That is different. No. Kutra asti. The very first sentence. Purvam kasmin sthiti grame. Kasmin sthiti grame iti kala sambandha shabdha nasti. Kala sambandha shabdha nasti. Kasminshit has nothing to do with Purvam. Both are different. Means Kasminshit has to do with Grame. In a particular Grama. When a Kasminshit Grame, when it happened in a particular Grama, iti Purvam asti, iti anya vishah asti. Yatra Purva iti sambandha abhivyaktihi, sambandha abhivyaktihi bhavati, tatra panchami asti. Tasmat Purvam. Tasmat Purvam. तस्मात् पूर्वम् अस्तु गायत्री भगिनी कोऽपि प्रश्नः अस्ति वा प्रकाशमहोदय अस्तु भगिनि अस्तु तर्हि विरमामः अस्तु धन्यवादः नमस्कारः धन्यवादः